अत्र दृष्ट्वा तु पाण्डवानीकम् इत्यारभ्य यावत् नयोत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूवः इत्येतदन्तः प्राणिनां शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन व्याख्येय ग्रन्थः। तथा हि अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजनसम्बन्धिबान्धवेषु अहमेतेषां मम एते इत्येवं प्रत्ययनिमित्त स्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहः प्रदर्शितौ कथं भीष्ममहं सङ्ख्ये इत्यादिना शोकमोहाभ्यां हि अभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मयुद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम परधर्मञ्च भिक्षाजीवनादिकं कर्तुं प्रवृत्ते। तथा च सर्वप्राणिनां शोकमोहाद्दोष अविष्टचेतसां स्वभावत एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा च स्यात्। स्वधर्मे प्रवृत्तानामपि तेषां वाङ्मनःकायादीनां प्रवृत्तिः पदाभिसन्धिपूर्विका एव साहङ्कारा च भवति। तत्रैवं सति धर्माधर्मोपचय इष्टानिष्ट जन्मसुखदुःखादिप्राप्तिलक्षणः संसारः अनुपरतो भवति। इत्यतः संसारबीजभूतौ शोकमोहौ तयोश्च सर्वकर्मसन्न्यासपूर्वकादात्मज्ञानं न अन्यतो निवृत्तिः इति तदुपदिदिक्षु सर्वलोकानुग्रहार्थम् अर्जुनं निमित्तीकृत्य भगवान् वासुदेवः अशोच्यानित्यादि। अत्र केचिद् आहुः सर्वकर्मसन्न्यासपूर्वक आत्मज्ञाननिष्ठामात्रादेव केवलकैवल्यं न प्राप्यते एव। किं तर्हि अग्निहोत्रादिश्रौतस्मार्तकर्मसहितज्ञानकैवल्यप्राप्तिः इति सर्वासु गीतासु निश्चितोऽर्थः इति ज्ञापकं चाहो अस्य अर्थस्य अथ चेत्त्वमिं धर्म्यं सङ्ग्रामं न करिष्यसि कर्मण्येवाधिकारस्ते कुरु कर्मैव तस्मात् त्वम् इत्यादि हिंसादियुक्तत्वात् वैदिकं कर्म अधर्माय इति इयमपि आशङ्का न कार्या कथं क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षणम् अत्यन्तं क्रूरमपि स्वधर्म इति कृत्वा न अधर्माय तदकरणे च ततस्वधर्मं कीर्तिञ्च हित्वा पापम् आप्स्यति इति ब्रुवत। यावज्जीवादिषु किचोदितानां पश्वादिहिंसालक्षणानां च कर्मणां प्रागेव न अधर्मत्वमिति सुनिश्चितमुक्तं भवति इति तदसत् ज्ञानकर्मनिष्ठयोः विभागवचनबुद्धिद्वयाश्रयोः अशोच्यान् इत्यादिना भगवता यावन् स्वधर्ममपि चावेक्ष्य इत्येतदन्तेन ग्रन्थेन यत् परमार्थात्मतत्त्वनिरूपणं कृतं तत् साङ्ख्यम्। तद्विषयबुद्धिः आत्मनो जन्मादिषड्विक्रिय अभावात् अकर्त आत्मा इति प्रकरणार्थनिरूपणात् या जायते सा साङ्ख्यबुद्धिः। सा येषां ज्ञानिनाम् उचिता भवति ते साङ्ख्य। एतस्याः बुद्धेः जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वादि अपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठानलक्षणो योगः। तद्विषया बुद्धिः योगबुद्धिः। सा येषां कर्मिणाम् उचिता भवति ते योगिनः। तथा च भगवता विभक्ते द्वे बुद्धिनिर्दिष्टे येषा ते विहिता साङ्ख्ये बुद्धिर्योगीत्मां शृणु इति। तयोश्च साङ्ख्यबुद्ध्याश्रयां ज्ञानयोगेन्निष्ठां साङ्ख्यानां विभक्तां वक्ष्यति पुरा वेदात्मना मया प्रोक्ता इति। तथा च योगबुद्ध्याश्रयां कर्मयोगेन्निष्ठां विभक्तां वक्ष्यति कर्मयोगेन योगिनामिति। एवं साङ्ख्यबुद्धिं योगबुद्धिं चाश्रित्य द्वे निष्ठे विभक्ते भगवता एव उक्ते ज्ञानकर्मणोः कर्तृत्व अकर्तृत्व एकत्व अनेकत्वबुद्ध्याश्रयोः युगपान् एकपुरुषाश्रयित्वा असम्भवं पश्यत। यथा एतद्विभागवचनं तथैव दर्शितं शातपथी ब्राह्मणे एतमेव प्रव्रजनलोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्ति इति सर्वकर्मसन्न्यासं विधाय तच्छेषेण किं प्रजया करिष्यामो येषां नवीमात्मानि लोकः इति। तत्र च प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनं पुत्रं विप्रकारं च वित्तं मानुषं दैवं च। तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां च दैववित्तं देवलोकप्राप्तिसाधनं स्वकामयत इति अविद्या कामवतः एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि तेभ्यः व्युत्थाय प्रवर्जन्ति इति व्युत्थानम् आत्मानमेव लोकम् इच्छतो अकामस्य विहितम् तदेतद्विभागवचनम् अनुपपन्नं स्याद् यदि श्रौतकर्मज्ञानयोः समुच्चयो विप्रीतः स्याद् भगवतः न च अर्जुनस्य प्रश्नः उत्पन्नो भवति जायसि चेत् कर्मणस्ते इत्यादि एकपुरुष अनुष्ठेयत्वा असम्भवं बुद्धिकर्मणोः भगवता पूर्वमनुक्तं कथम् अर्जुनः अश्रुतं बुद्धेश्च कर्मणो जायस्त्वं भगवति अध्यारोपयन्मृषा एव जायसि चेत् कर्मणस्ते मदा बुद्धिः इति किञ्च यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तस्य अर्जुनस्यापि स उक्त एवेति यच्छेति योरेकं तन्मे ब्रूहि सुनिश्चितम् इति कथम् उभयोः उपदेशे सति आत्मीयतरविषये प्रश्नः स्यात् न हि पित्तभ्रमणार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यमिति उपदिष्टे तयोः अन्यतरत् पित्तभ्रमणकारणं ब्रूहि इति प्रश्नः सम्भवति अथ अर्जुनस्य भगवदुक्तवचनार्थविवेक अनवधारणनिमित्तः प्रश्नः कल्पेत तथापि भगवता प्रश्न अनुरूपं प्रतिवचनं देयं मया बुद्धिकर्मणोः समुच्चये उक्तः किमर्थम् इत्थं त्वं भ्रान्तोऽसि इति न तु पुनः प्रतिवचनम् अनुरूपं पृष्टादन्यदेव द्वे निष्ठे मया पुरा प्रोक्ते इति वक्तुं युक्तं नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चयविप्रीते विभागवचनात् सर्वम् उपपन्नं किञ्च क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्मेति जानतः तत् किं कर्मणि घोरे मां नियोजयसि इति उपलम्बो अनुपन्न तस्मात् गीताशास्त्रे ईशन्मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयो न केनचित् दर्शयितुं शक्यते यस्य तु अज्ञानात् रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नं परमतत्त्वविषयम् एकमेव इदं सर्वं ब्रह्म अकर्तृ च इति तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसङ्ग्रहार्थं यत्नपूर्वं यथा प्रवृत्तिः तथैव प्रवृत्तस्य यत् प्रवृत्तिरूपं दृश्यते न तत् कर्म येन बुद्धिः समुच्चयः स्यात् यथा भगवतो वासुदेवस्य क्षत्रधर्मचेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धिः तद्वत् तत्फलाभिसन्धि अहङ्काराभावस्य तुल्यत्वात् विदृश्यते तत्त्ववे नाहं करोमि इति मन्यते न च तत्फलम् अभिसन्धत्ते यथा च स्वर्गादिकामार्थिनः अग्निहोत्रादिकर्मलक्षणधर्म अनुष्ठानानि आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामिकृते विनष्टेऽपि कामे तदेव अग्निहोत्रादि अनुष्ठितोपि न तत् काम्यम् अग्निहोत्रादि भवति तथा दर्शयति भगवान् कुर्वन्नपि न लिप्यते न करोति न लिप्यते इति तत्र तत्र यच्च पूर्वैः पूर्वतरं कृतं कर्मणैव हि संसिद्धिमास्थिता जनकादयः इति तत्तु प्रविभज्यविज्ञेयं तत्कथं यदि तावन् पूर्वे जनकादयः तत्त्वविदोऽपि प्रवृत्तकर्माणः स्युः ते लोकसङ्ग्रहार्थं गुणागुणेषु वर्तन्ते इति ज्ञानेनैव संसिद्धिमास्थिताः कर्मसन्न्यासे प्राप्तेऽपि कर्मणा सहैव संसिद्धिम् आस्थिताः न कर्मसन्न्यासं कृतवन्तः इत्यर्थः अथ न ते तत्त्वविदः ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिं ज्ञानोत्पत्तिलक्षणां वा संसिद्धिम् आस्थिता जनकादयः इति व्याख्याये एतमेव अर्थं वक्ष्यति भगवान् सत्त्वशुद्धये कर्म कुर्वन्ति इति स्वकर्मणा तमभ्यर्थ्य सिद्धिं विन्दति मानवः इत्युक्त्वा सिद्धिं प्राप्तस्य पुनः ज्ञाननिष्ठां वक्ष्यति सिद्धिं प्राप्तो यथा ब्रह्म इत्यादि तस्मात् गीताशास्त्रे केवलादेव तत्त्वज्ञानान् मोक्षप्राप्तिः न कर्मसमुचितः इति निश्चितो अर्थः यथा च अयमर्थः तथा प्रकरणशो विभज्य तत्र तत्र दर्शिष्यामि तत्रैवं धर्मसम्मूढचेतसः मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्य अर्जुनस्य अन्यत्र आत्मज्ञानात् उद्धरणम् अपश्यन् भगवान् वासुदेवः ततः कृपया अर्जुनम् उद्दिदारीशुः आत्मज्ञानाय अवतारिणः श्रीभगवानुवाच अशोचानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे गतासो न गतासंश्चिन् नानुशोचन्ति पण्डिताः। अशोच्यान् इत्यादि न शोच्य अशोच्यः भीष्मद्रोणादि सद्वृत्तत्वात् परमात्स्वरूपेण च नित्यत्वं तान् अशोच्यान् अन्वशोचः अनुशोचितवानसि ते म्रियन्ते मन्निमित्तम् अहं तैः विनाभूतः किं करिष्यामि राज्यसुखादिना इति। त्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि च भाषसि तदेतद् मौढ्यं पाण्डित्यं च विरुद्धम् आत्मनि दर्शयसि उन्मत्तैव इत्यभिप्रायः। यस्मान् गतासून् गतप्राणान् मृतान् अगतासून् अगतप्राणान् जीवतश्च न अनुशोचन्ति पण्डितः आत्मज्ञः। पण्डा आत्मविषयबुद्धिः येषां तैः पण्डितः पाण्डित्यं निर्विद्य इति श्रुते। परमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि अतो मूढोऽसि इत्यभिप्रायः। कुतस्ते अशोच्याः यतो नित्यः कथं न त्वेवाहं जातो नासं न त्वं नेमि जनाधिपाः न चैव न भविष्यामहं सर्वे वयमतः परम्। न तु एव जातु कदाचित् अहं नासं किं तु आसमेव अतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियदिव नित्य एव अहम् आसम् इत्यभिप्रायः। तथा न त्वं न आसीः किन्तु आसीरेव तथा न इमे जनाधिपः न आसन् किन्तु आसन्नेव तथा न च एव न भविष्यामः किं तु भविष्यामेव सर्वे वयम् अतः अस्म देहविनाश परम् उत्तरकाले अपि त्रिष्वपि कालेषु नित्य आत्मस्वरूपेण इत्यर्थः। देहभेदानुवृत्त्या बहुवचनं न आत्मभेदाभिप्रायेण।